सर्वेभ्यो नमस्कारः. अस्माकं पाणिनीयसमासचिन्तनमध्ये सर्वेषां सुस्वागतम्. इदानीं प्रार्थनां कुर्मः. वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा. सरस्वति नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि. सिद्धिर्भवतु मे सदा. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं. येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. अथ माहेश्वराणि सूत्राणि. ऐवुण् ऋलुक् एवुङ्ग् अयौच् अयवरट् रन् ञमाङ्गम झमै घभृश् घभगदश् खफथथथटौ कपै शशसर् अल् इति माहेश्वराणि सूत्राणि. अस्तु, अद्य भवति भगिनी भवती करोति वा पारायणम्? अहं न महोदय. पठामि. नमस्कारः. समर्थः परिभाषा. समर्थः पदविधिः सुभामन्त्रिते पराङ्गवत्स्वरे प्राक्कटारात् समासः सहसुपा अव्ययीभावः अव्ययं विभक्ति समीपसमृद्धि विरुद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रादुर्भाव पश्चात् यथा आनुपूर्व्य यौगपद्य सादृश्यसम्पत्तिसाकल्यान्तवचनेषु यथा सादृश्ये यावदवधारणे सुप्रतिनामात्रार्थे अक्षशलाकासङ्ख्याः परिणा विभाषा अपपरिबहिरञ्चवः पञ्चम्या आङ् मर्यादाभिविद्योः लक्षणेनाभिप्रति आभिमुख्ये अनु यत्समया यस्य चायामः तिष्ठद्गुप्रभृतीनि च परे मध्ये षष्ट्या वा सङ्ख्यावंश्येन नदीभिश्च अन्यपदार्थे च संज्ञायाम्. अस्तु महोदय, श्रीगुरुभ्यो नमः. धन्यवादः भगिनि. अस्तु, समीचीनम्. नमस्ते महोदय, उषा अस्मि. नमस्कारः भगिनि, स्वागतम्. आङ्मर्यादाभिविध्यो इति सूत्रे वयं स्मः. मर्यादा तत्र आङ् इति अव्ययम् अथवा निपातः. मर्यादावर् अर्थे अभिविद्योः अभिविधि अर्थे अनयोः अर्थयोः शुभं तेन समस्यते इति अस्ति. अत्र मर्यादा इत्युक्ते यत्किमपि विना विना इति अर्थे विना इति अर्थः. अभिविधि इत्युक्ते तेन सह इति अर्थः. अत्र बहूनि उदाहरणानि तत्र करपत्रे दत्तानि सन्ति. आसुमुद्र तत्र आमसमुद्रं हिमालय तत्र आसमुद्रभारतं तादृशं आमुक्तिः मुक्तेः आमुक्तेः संसारः एवं तत्र मर्यादार्थे विना अर्थे आङ्गिति अव्ययं सुबन्तेन समस्यते. तत्र यदा आङ्गिति अव्ययं सुबन्तेन न समस्यते, अव्ययीभावसमासः न भवति चेत् तत्र कर्मप्रवचनीय संज्ञा भवति आङ्गित्यस्य आङ्मर्यादावचने इति सूत्रेण तत्र कर्म प्रवचने संज्ञा भूत्वा तत्र आ मुक्तेः संसारः इति वाक्यं भवति. इदानीम् अभिविधि अर्थे तेन सह इति मया पूर्वमुक्तं. तत्र प्रसिद्धम् उदाहरणम् आहिमालयम् इति अस्ति. आहिमालयम् इत्युक्ते हिमालयेन सह यः भूखण्डः वर्तते तद् भारतम् इति वदेम. इदानीम् अत्रापि तत्र अभिविधि अर्थे यद्यपि तत्र पृथक्तया तत्र कर्मप्रवेशसंज्ञा विधानसूत्रं नास्ति, तथापि समाससूत्रे उक्तम् अस्ति इति कृत्वा तस्य विभावपक्षे विभाषा यदा प्रवर्तते विभाषा वैकल्पिकपक्षे मर्यादा अभिविधि अर्थे अपि तत्र आङ् इति निपातस्य कर्मप्रवचसंज्ञा भवति इति मतम् अस्ति वैयाकरणानाम्. इति कृत्वा तत्र आ हिमालयात् इति तत्र पञ्चमी विभक्ति आङ्मर्यादावचने इति सूत्रेण तन्त्रं पञ्चम्यपाङ्परिभिः इति सूत्रात् तत्र पञ्चमी विभक्तिविधानं भवति हिमालयात् इति पञ्चमी विभक्ति उपपद अस्ति इति कृत्वा अत्र कर्मप्रवचनीया संज्ञा अस्ति चेत् उपपदविभक्ति एव भवति इति स्मर्तव्यम्. अस्तु, अत्र गतवर्गे तत्र अधोभागे त्रीणि वाक्यानि दत्तानि सन्ति. आपाटलिपुत्राद् आपाटलिपुत्रं दृष्टो देवः इति तद् कृत् अस्माभिः कृतम्. इदानीं तत्र आकुमारेभ्यः आकुमारं यथा यशः पाणिनेः इति अस्ति वाक्यम्. अत्र अधिकनास्ति, किमर्थमित्युक्ते भगिनी अपि उदाहरणं पाठयित्वा तन्त्रं लक्षणेनाभिप्रति आभिमुख्ये इत्यस्य आरम्भम् एव कृतवती, तावदेव पाठितवती गतवर्गे अपि. अस्तु, यदस्ति तत् कुर्मः अद्य, अधिकं नास्ति अद्य पठनार्थम्. अस्तु, भवतु. अरविन्द् महोदय, भवान् करोति वा आकुमारेभ्यः अथवा आकुमारं यशः पाणिनेः? आकुमारेभ्यः इति आङ्कुमारम् इति अव्ययसमासम्, आङ्कुमारेभ्यः इति व्यस्तप्रयोगम्. अत्र अलौकिकविग्रहवाक्यं भवति आयोगः कुमार योगाभ्यस् प्राक्कडारसमास एवम् अव्ययभावस. कस्मिन् अर्थे इति प्रथमं, कस्मिन् अर्थे समासः अस्ति? कुमार अर्थे इति इत्युक्ते कौमारप्रयात् आरभ्य अत्र तेन सह आङ्मर्यादाभिविद्योः इति सूत्रमस्ति खलु, तत्र मर्यादा अर्थे वा अभिविधि अर्थे वा इति वक्तव्यं, तावदेव. तत्र अभिविध्यर्थे कुमारेभ्यः इति सत्यं तदेव प्रक्रिया वदतु प्राक्कडारसमासः एवम् अव्ययीभावश्च इति द्वयोः सूत्रेण संज्ञा भूत्वा कडारकर्मधारय इति प्रातिकसंज्ञा भूत्वा अव्ययवरूपेण विद्यमान सुप् विधि सुप् विभक्तेः लोपः भवति सुबोधातु प्रातिपदिकयो इति कृत्वा आ कुमार इति स्थिते सूत्रे प्रथमाविभक्तिं विद्यमान आङ् इति अव्ययसंज्ञस्य उपसर्जनसंज्ञा भूत्वा उपसर्जनम् इति सूत्रेण पूर्वनिपातं भवति इति कुमार अनन्तरम् अव्ययीभावश्च इति सूत्रेण नपुंसकलिङ्गं भवति तदनन्तरं सुप् विदानं भवितुमर्हति प्रातिपदिकात् एवं सुओजस् इति दीर्घसूत्रेण किन्तु अकारान्त अतन्तकारणात् तस्य लुक् न भवति अव्ययभावतत्वं तु पञ्चम्य इति सूत्रेण अमादेशं भवति इति कृत्वा पञ्चमी विभक्तिं विहाय आकुमारम् इति रूपं दृश्यते पञ्चमी विभक्ति तु आकुमारात् इति रूपमेव अवशिष्यते तृतीया सत्यमोर् भगवान् इति कारणेन विकल्पेन आकुमारेण एवम् आकुमारे इति रूपद्वयमपि सिद्ध्यति भगिनी अग्रे करोति वा मथुरायाः आ मथुरं कृष्णस्य अनुभूतिः भवति आ मथुरायाः इति व्यस्तप्रयोग आ मथुरम् इति अव्ययम् अव्ययीभावसमासः आ मथुरम् इति मर्यादार्थे मर्यादार्थे आर् अभिविधि अर्थे ऐ वुड् लव् टु कीप् इट् औट् अभिविधि अर्थे कृष्णस्य अनुभूतिः आ मथुरा इत्युक्ते मथुरापर्यन्तमेव मथुरां विहाय अभिविधि सर्वत्र अस्ति वा ओ नो नो नो नो अभिविधि अर्थे अभिविधि अर्थे ओके आ मथुरमिति अभिविधि अर्थे आङ् मर्यादा सूत्र आङ् मर्यादाभिविद्योः इति सूत्रेण अव्ययीभावसमासः भवति प्राकडारात् समासः इति समाससंज्ञा भवति आङ् मर्यादाभिविद्योः इति सूत्रेण अव्ययीभावसमासः भवति आ मथुरा योगः ङस् नो ङसि आ मथुरा योगः ङसि इति आ मथुरायोगः फिफ्त् केस् पञ्चमी अभिविधि अर्थे फिफ्त् केस् कथम् अभिविधि अर्थे महोदय सत्यं सत्यं अभिविधि अर्थे आ मधुरायाः इति अस्ति, तदेव पञ्चमी विभक्तिः अस्ति. सो आ मधु आ योगः मधुरायोगः नसि इति अलौकिकविग्रहवाक्यम्. अलौकिकविग्रहवाक्यं समासज्ञा भव समासज्ञा अनन्तरं आ मधुरायोगः नसि इति प्रत्ययः लोपः भवति. सुपो धातु प्रातिपदिकयोः इति सूत्रेण लोपः भवति. आ मथुरा इति स्थिते उपसर्जन आ मर्यादाभिविद्योः आङ् मर्यादाभिविद्योः इति सूत्रेण सूत्रे आङ् इति प्रथमा विभक्तौ अस्ति. तत्कारणात् आ इति उपसर्जनसंज्ञा भूत्वा पूर्वप्रयोगः अस्ति. आयोगः मथुरा इति प्रातिपदिकम् अस्ति. आयोगः मथुरा इति प्रातिपदिकम् अव्ययी भावश्च इति सूत्रेण नपुंसकलिङ्गं भवति. अव्ययी भावश्च इति भिन्नसूत्रेण अव्ययी अव्ययम् अस्ति. आ मथुरा इति स्थिते ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रेण मथुरा इति शब्दं मथुर भवति. आ मथुर इति प्रातिपदिकम् अस्ति. तत्कारणात् सुप् इति सुप् प्रत्ययः विधीयते. सुऔज समौचस् इति सूत्रेण अकारान्त अदन्त अङ्ग अस्ति. आ मथुर इति अदन्त अङ्गम् अव्ययी न अव्ययी भावात् अतोम्त्वपञ्चम्याः इति सूत्रेण सुब्लुग् निषिध्यते. सुब्लुग् निषिध्यते अण्ड् अम् विधीयते. सर्वासु विभक्तिषु अम् विधीयते पञ्चमी विभक्तौ विहाय. पञ्चमी विभक्तौ पञ्चमी विभक्तिं विहाय सर्वासु विभक्तिषु अम् प्रत्ययः विधीयते. आयोगः मथुरयोगः अम् आ मथुरम् इति भवति अमिपूर्वः इति सूत्रेण. आ मथुरं सर्वासु विभक्तिषु पञ्चमी विभक्तिं विहाय. पञ्चमी विभक्तौ आ मथुरात् आ मथुराभ्याम् आ मथुरा मथुरेभ्यः अण्ड् आ इति कर्मप्रवचनीयसंज्ञा अस्ति चेत् अस्ति. आ सो आ मथुरायाः इति व्यस्तप्रयोगः पञ्चमी अपाङ् परिभिः इति कारकसूत्रेण. तदेव मया उक्तं कारकं नास्ति, उपपदविभक्तिः अस्ति. उपपदविभक्तिः ओके. तत्र एकस्मिन् अधिकारे एव कारकविभक्ति उपपदविभक्ति अनन्तरं किमपि भवतु तत्र उपपदं सामान्यतः कर्मप्रवचनीय उपपदम् इति स्वीकुर्मः. तत्सर्वम् एकस्मिन्नेव अधिकारे विभक्तिविधानं कृतं पाणिनिमहर्षिणा तेषां सर्वेषाम् इति कृत्वा तत्र यद्यपि तत्र द्वितीयाविभक्ति तृतीयाविभक्ति इति लिखितमस्ति पुस्तके अनभिहिते अधिकारः अनन्तरं द्वितीयाविभक्ति कर्मणि द्वितीया तृतीया च होश्चन्दसि इति सूत्राणि सन्ति. तथापि तत्र कर्मणि द्वितीया इति सूत्रम् अस्ति तदेव कारकविभक्ति विधानसूत्रमस्ति. तदनन्तरम् अन्तरान्तरेण युक्ते कालाधुनोच्चन्तसंयोगे कानिचन सूत्राणि तत्र कारकमपि च उपपद अस्ति. एवं पञ्चम्यपाङ् परिभिः इति सूत्रम् उपपदविभक्तिसूत्रम् अस्ति, कारकसूत्रं नास्ति. तत्र द्वितीयविभक्तिविधान तत्र प्रकरणे एव प्रकरणम् इति स्वीकुर्मः द्वितीयविभक्ति इति लिखितमस्ति. तथापि तत्र कति सूत्राणि, दशसूत्राणि सन्ति. तत्रैव पञ्चम्यपाङ् परिभिः इति पञ्चमीविधानसूत्रम् आगच्छति. वयं चिन्तयामः अत्र केवलं द्वितीयविभक्तिविधानम् अस्ति इति, तादृशं नास्ति. तत्र पञ्चमीविभक्तिविधानं कृतम् अस्ति. सामान्यतया कर्मप्रवचनीया अस्ति चेत् तत्र कर्मप्रवचनयुक्ते द्वितीया इति पूर्वं सूत्रमस्ति, प्रायः तदेव कार्यं करोति. तु तस्य अपवादः अस्ति पञ्चम्यापाङ्परिभिः इति सूत्रम् इति कृत्वा तत्र एकस्मिन् तत्र प्रकरणे एव तत्र भिन्नभिन्नविभक्तिविधानम् अस्ति. वयं चिन्तयामः पञ्चमीविभक्ति अग्रे एव आगच्छति इत्युक्ते तत्र अष्टविंशति तु विंशतितमसूत्रात् एव आगच्छति इति वयं चिन्तयामः. तादृशं नास्ति. तत्र पेज् 49 मध्ये वयं पश्यामश्चेत् पुस्तके किं भवति, तत्र द्वितीयाविभक्तिः अस्ति, चतुर्थीविभक्तिः अस्ति, तृतीयाविभक्तिः अस्ति, पञ्चमीविभक्तिः अस्ति, तन्त्रं सप्तमी इति अस्ति. वयं चिन्तयामः पञ्चमीविभक्तिविधानं केवलं तत्र पञ्चमीविभक्ति प्रकरणे एव भवति इति. तादृशं नास्ति. तत्र द्वितीयाविभक्तेः अपवादः अस्ति पञ्चम्यापाङ्परिभिः, तत्र अस्ति पञ्चमीविभक्तिविधानम्. एवं सप्तमी पञ्चम्योकारकमध्ये इति अपि अस्ति. तादृशसूत्राणि मध्ये मध्ये आगच्छन्ति. एवं तत्र पञ्चमीविभक्तौ अपि तत्र पृथग्विधानानपि तृतीयान्यतरस्यां तत्र तृतीयविधान अस्ति पञ्चमी विभक्तिप्रकरणे एव. एवमस्ति. पञ्चमी अपाङ्परिभिः इति सूत्रं कर्मप्रवचनीययुक्ते इति अनुवृष्टिः अनुवृत्तिः कर्मप्रवचनयुक्ते द्वितीया, तस्य कर्मप्रवचनयुक्ते पञ्चम्यपाङ्परिभिः पञ्चमी अपाङ् परिभिः परिभिः इत्युक्ते अप आङ् परि इत्येषाम् इत्यैः निपातैः यदा कर्मप्रचि इत्यैः कर्मप्रवचनीयैः युक्ते तत्र उपपदस्य पञ्चमी. धन्यवादः महोदय. अस्तु, अग्रे विनयकुमार् महोदय, तत्र उपरि तत्र मर्यादार्थे अपि च अभिविद्यार्थे उदाहरणानि सन्ति, तान् स्वीकृत्य किञ्चित् अभ्यासं कुर्मः. तत्र सः पुरुषः आदिनम् इति मर्यादार्थे षष्ठवाक्यम् सः पुरुषः आदिनम् आदिनात् कार्यं करोति. सः पुरुषः आदिनम् अत्र सूत्रद्वयं भवान् मर्यादायाम् अपि च अभिविधौ भिन्नसूत्रम् अर्थः अपि भिन्नः. मर्यादासम्बन्धे विना इत्यर्थः, अभिविध्यर्थे तेन सह इन्क्लूडेड् मिलम् मिलितः, परन्तु अत्र सपुरुषः आदिनः सम्बन्धे मर्यादार्थे भवति. सः पुरुषः आदिनम् आदिनात् कार्यं करोति. महोदय आदिनम् तत्र पुरुषः आदिनम् इति अविभासमस आदिनात् कार्यं करोति इति कर्मप्रवचनीय प्रयोगः. अतः अत्र अव्ययम् अस्ति, अव्ययम् अस्ति शब्दः दिनम् अस्ति. अतः यदि वयम् अलौकिकविग्रहवाक्यं कुर्मः तर्हि आ योगः दिनम् न दिनं दिनः पञ्चमी विभक्ति दशी अस्ति दिनं न दिनं दिनं दिनं नपुंसक लोङ्ग् अस्ति दिनं दिने दिनानि परन्तु पञ्चविभक्ति दिनात् अस्ति दिनात् तपुंसकलिङ्गे अपि दिनात् एव अस्ति खलु पञ्चमी पञ्चमी दिनात् अस्ति अतः आव्यमस्ति अत्र प्रथमं दृष्टं आम् आम् शब्दः अस्ति परन्तु अत्र प्रथमं दृष्टम् उपसर्जनं तदनन्तरम् उपसर्जनं पूर्वं पूर्वनिपात भवति परन्तु प्राक्तरणात् अवैभावसमासः सामान्य अवैभावः विशिष्टसमासः अस्ति प्रथमं समासः एकनिमिषं तत्र उपसर्जनपूर्वम् अनन्तरमेव द्वितीय बिन्दौ अवे अस्ति खलु प्रथमम् अवयभावसमासः समाससंज्ञा एतत् सर्वम् उक्त्वा एव उपसर्जनपूर्वं तत्सर्वं वक्तव्यम् जानामि परन्तु अत्र अहं केवलं रिवर्स् परन्तु समासः तर्हि अवयभावः विषयः तदनन्तरं कृतकृतसमासे च प्रतिपादितयोः सुपधातुः प्रतिपादितयोः इत्यादि सूत्राणि आयान्ति तदनन्तरं प्रातिपदिक प्रातिपदिक भवति प्रातिपदिक अत्र भवति प्रातिपदिक अस्ति श्रूयते एव भगिनि महोदय अतः प्रातिपदिक वयं पश्यामः प्रातिपदिक अस्ति आदिनं प्रातिपदिक अस्ति यदि प्रातिपदिक आदिनम् अस्ति आदिन खलु आदिनं नास्ति आदिन इति वदति खलु मम भ्राम केवल भ्रम यदा दिनं नपुंसक वा यु नो रामसमान परन्तु भवतु तत्र न न अत्र आदिन इति वक्तव्यं प्रातिपदिकम् आदिन इति वक्तव्यम् आदिनं नास्ति आदिन न अकारान्तः आदिन गच्छामि आदिन प्रातिपदिक अस्ति यथा कोऽपि सुप् इत्यादि न आयन्ति अथ आदिन प्रातिपदिक अस्ति आदिन प्रातिपदिक अस्ति तर्हि प्रातिपदिक युनो सुप् प्रत्ययः विना कोऽपि महत्त्वं नास्ति तर्हि सुप् आयाति सुप् प्रत्ययः यदि आयाति सुप्रत्ययस्य फल अव्यात् आप् सुख लुक् भवति परन्तु अव्यात् आप् सुख लुक् प्रथमः अवैभावसः अव्ययपुंसके लिङ्ग् लिङ्गनिर्णयसम्बन्धे तर्हि यदि अग्रे गच्छामः तर्हि लुक् न भवति अव्ययात् आप् सुख लुक् न भवति यथा यथा अत्र एक अहं वक्तुमिच्छामि अदन्त अदन्त प्रातिपदिक अस्ति तर्हि तर्हि न वैभावात् अहं केवलं इत्थं वदामि न वैभावात् न अदन्तात् वैभावात् तु अपञ्चम्या सूत्र आयाति परन्तु केवलं प्रथमसूत्र परन्तु अत्र सूत्र अन्तर्भूतः सुपलुकः भवति तदनन्तरं केवलम् अमभावः अस्ति, तदनन्तरम् अमिपूर्वः कार्यं करोति. अतः अत्र आदिनम् रूपम् अस्ति, आदिनरूपं. तदनन्तरम् एकान्यसूत्रम् आयाति, तृतीयसप्तम्योः बहुलं. परन्तु तृतीयसप्तम्योः बहुलं सम्बन्धे अपि अम्भावः अनुवृत्तिसमान आयाति, तर्हि एव अम्भावः अस्ति. परन्तु अपि च तृतीया एव सप्तमी विभक्ति अन्तर्भूतः विहितः, अतः रूपं रामसमानं भवति. अतः रामसमानं भवति यथा अदन्तशब्दः प्रातिपदिकः अस्ति, तर्हि रूपं भवति पञ्चमी केवलं विहाय, परन्तु तृतीया भवति आदिनम् आदिनम् आदिनम् अपि च आदिनेन आदिनेभ्यः आदिनैः. तदनन्तरं पञ्चमी आदिनात् आदिनाभ्याम् आदिनाभ्यः, सप्तमी आदिने दिनयोः आदिनेषु अपि च आदिनम् आदिनम् आदिनम्. इदानीम् अस्तु, आदिनात् कार्यं करोति चेत् किं भवति? अत्र आदिनात् कार्यं करोति यदि अहं किञ्चित् अवगच्छामि, तर्हि आदिनात् अर्थः दिन दिन दिनपूर्वम् अप् टु टेन्, इन्क्लूडिङ्ग् दिन् नहि, परन्तु अप् टु दिना दिन् तक् दिन् तक् आदिनात् अत्र मर्यादा सम्बन्धे अर्थः आदिना. अस्तु, तत्र कार्यं किम् आदिनात् इत्यत्र आदिनात् इति प्रयोगे प्रक्रिया कीदृशी भवति? अर्थः नास्ति तत्र. आदिनम् इति एकः प्रयोगः, एकः प्रयोगः आदिनात् इति द्वितीयप्रयोगः. द्वितीयप्रयोगः कथं भवति इति वदति, विकल्पपक्षः अस्ति खलु, विकल्पपक्षः कः? विभक्तिसम्बन्धे भवान् न अत्र महोदय, तत्र विभाषा इति अधिकारे एव आङ्मर्यादाभिविध्योः इति सूत्रमस्ति. इदा तत्र विभाषा इति न स्वीकुर्मः तत्र, इत्युक्ते वैकल्पिकपक्षे विकल्पं विना पक्षे इति अस्ति खलु, तत्र वैकल्पिकपक्षे तत्र एकपक्ष अस्ति आदिनम् इति, तत्र अविभावपक्षः. तत्र द्वितीयपक्षः अस्ति, तत्र व्यस्तप्रयोगः. व्यस्तप्रयोगे किं भवति इति वदति? विकल्पेन अस्ति, परन्तु द्वितीय भवान् सहायं करोति भवतु. अरविन्द् महोदय किञ्चित् अस्मिन् विषये वदति वा? आम् महोदय, आदिनात् इति विकल्परूपत्वेन दिनात् आरभ्य इति अर्थे विकल्परूपं भवति. तत्र तदेव अस्ति. तत्र अभिविधि अर्थे एव स्वीकरणीय, मर्यादार्थे लिखितम् अस्ति. तदेव मम संशयः अस्ति. कथं वा वयं वक्तुं शक्नुमः आदिनात् इति दिनं विहाय कार्यं करोति इत्युक्ते किं? दिनं विहाय कार्यमेव न भवति, न भवति कार्यमेव न भवति. नैट् शिफ्ट् इति स्वीकुर्मः वा? आदिनात् नैट् शिफ्ट्. तत्र रात्रौ एव कार्यं करोति इति अर्थः वा? आदिनात् अर्थः रात्रिक्लूडेड् अप् टु द रात्रि. न तत्र आदिनात् इत्यत्र इदानीं अत्र इदानीं नैट् शिफ्ट् इति वक्तुं इच्छामश्चेत् आदिनात् एव वाक्यं, तस्य विवक्षा किम् इति द्रष्टव्यं. तत्र यः वक्ता अस्ति तस्य विवक्षा किम् इति दृष्ट्वा इदानीं दिनं विहाय रात्रौ एव कार्यं करोति इति अस्ति चेत् तदा तदा आदिनात् इत्यत्र मर्यादा अर्थे अपि भवितुमर्हति. अस्तु भवतु, अत्र अत्र किं सूत्रं कार्यं करोति इति चिन्तयामः. महोदय सूत्र मर्यादासूत्र उपपदविभक्ति तत्र पञ्चमी कर्मप्रवचनीयसंज्ञा इत्युक्ते चेत् युक्तत्वात् पञ्चमी अपाङ्परिभिः इति सूत्रेण दिनात् इति पञ्चमी मर्यादार्थे किं सूत्रं कार्यं करोति? आङ् मर्यादावचने आङ्मर्यादावचने इति सूत्रेण इति कर्मप्रवचनीय आङ् इत्यस्य मर्यादावचने कर्मप्रवचनसंज्ञा इति अर्थः. तदा आयोगः दिनम् इत्यत्र पञ्चम्यपाङ्करिभिः इति उपपदविभक्तिविधानं भवति इति कृत्वा आदिनात् इति भवति. अस्तु उषा क्षम्यतां, पुष्पा भगिनी. आं महोदय. तत्र अभिविधि एकनिमिषं भगिनि, अभिविधि अर्थे तृतीयवाक्यमस्ति आभानुवासरम् आभानुवासरात् पाठयति इति. आभानुवासरात् अस्तु अभिविद्यर्थे दृष्टम् आभानुवासरे. अस्तु अस्तु अस्तु एकनिमिषं महोदय. अग्रे अस्ति न? अग्रे अस्ति अभिविद्यर्थे कुत्र अस्ति? प्राग्वन अपकृतिकर्तात् अग्रे इदानीं हा मर्यादार्थे मर्यादार्थे न अभिविद्यर्थे तृतीयवाक्यमस्ति आभानुवासरम्. अस्तु महोदय, अत्र आभानुवासरम् आभानुवासरात् पाठयति इत्यस्य भानुवासरे अपि पाठयति इत्यर्थः. तेन सह भानुवासरम् अपि पाठः प्रचलति इत्यर्थः. अस्तु अस्तु. आभानुवासरं इति अत्र आङ्ग्मर्यादाभिद्योः इति सूत्रेण एतत् सूत्रं कार्यं करोति. अत्र पञ्चमी विभक्ति सूत्रम् आगच्छति. आभानुवासरं तु अभिभावश्च प्राकटारात् समासः समासज्ञा भवति. प्रातपदिकं आगच्छति. सुपो सः इत्यनेन स्य सुप्लोपः भवति. परे अस्ति एकनिमिष महोदय. सः प्राकटात् अत्र अलौकिकविग्रहवाक्यं भानुवासर नर्स् नर्स् महोदय सम्यक् एकनिमिषं भगिनि एकनिमिषम्. आङ्ग् योग भानुवासरयोग पञ्चमी विभक्ति प्रत्ययकः भानुवासरात् भानुवासरम् अपि तदैव भगिनि इदानीं वाक्यमस्ति आ भानुवासरात् इति अस्ति. आभानुवासरात् अस्तु. पञ्चमी विभक्ति अस्ति. पञ्चमी पाङ् परिभिः इत्यनेन मर्यादा आङ्मर्यादा आङ्मर्यादाभिविद्योः इत्यनेन पञ्चमी विभक्ति भवति. भानुवासर योगः व्यस् न महोदय भगिनि क्षमता क्षमता महोदय व्यस् अत्र पञ्चमी विभक्ति भवति. परे तु अवयवाभावश्च इत्यनेन नपुंसक अवय आभानुवासरं तद्विषयम् अस्ति. तद्विषयात् भवति इतस्ततः वदति. प्रथमं पत्रं सोपानं भवति, तदनन्तरं सप्तमं सोपानं भवति, तदनन्तरं द्वितीयसोपानं भवति. चिन्ता मास्तु, अत्र किं करोतु. अभिविद्योः आङ् सुप् पञ्चम्या सुपासः अव्ययीभावः समासः विभाषा विभाषा इति सूत्रेण विकल्पेन एकं कार्यं करोति भगिनि. भवत्याः समयः अस्ति चेत् प्रथमसोपानतः अन्तिमसोपानपत्यं लिखतु, लिखित्वा मां प्रेषयतु, अहं पश्यामि. इदानीं टिप्पणीमपि स्वीकरोतु. टिप्पणीं अत्र प्रेषितवान् खलु, तत्र सैट् मध्ये अस्ति. तद् दृष्ट्वा अस्माकं सैट् मध्ये अस्ति, तत्र समास पाणिनि सैट् सैट् रेकार्डिङ्ग् सैट् अस्ति खलु, तत्र टिप्पणी इति अस्ति अधोभागे, तत्र मुद्रैः सह अस्ति. तत्र टिप्पणीं दृष्ट्वा प्रथमसोपानं द्वितीयसोपानं तृतीयसोपानं इति अस्ति. प्रत्येकं सोपाने कानि कार्याणि भवन्ति इति लिखितमस्ति. सूत्राणि उपयुक्तं तद् आधारीकृत्य एकवारम् एतत् सर्वं करोतु, कृत्वा मां प्रेषयतु, अहं पश्यामि. अस्तु अस्तु महोदय. भवति भगिनि, इदानीं भवती वदति वा. आभानुवासरं वा महोदय. आभानुवासरम् इति समस्तपदम् आभानुवासरात् पाठयति इति लौकिके वयं वदामः. अभिविध्यर्थे इति दत्तमस्ति, अतः भानुवासरम् अपि पाठः भवति इति अर्थः, इन्क्लूडिङ्ग् भानुवासरम् इत्यर्थः. अत्र आङ् मर्यादावचने इति मर्यादावचने इति अभिविध्यर्थे अपि भवति कर्मप्रवचनीयसंज्ञा. अनन्तरं पञ्चम्या आङ् परिभिः इति पञ्चमी विभक्ति भवति तत्र. अनन्तरम् आङ् मर्यादाभिविद्योः इत्यनेन सूत्रेण आङ् इति अत्र अभिविधि अर्थे पञ्चमी विभक्ति सुबन्धपदेन समस्यते, अव्ययीभावसमासः भवति. प्रथमम् आङ् योगः भानुवासर इति, भानुवासर इति शब्दः अस्ति, अतः भानुवासर आयोगः युक्तं भवति. आभानुवासर अलौकिकविग्रहवाक्यं किम्? आ योगः भानुवासर योगः ङसि पञ्चम्यर्थे भवति ङसि. अनन्तरं तद् प्राकटरसमासः इति समास अधिकारे भवति, अतः समाससंज्ञा भवति. आङ् इति अव्ययमस्ति, अव्ययभावः इति विशेषसंज्ञा भवति. अनन्तरं कृत्तथितसमासश्च प्रातिपदिकसंज्ञा भवति, प्रातिपदिकसंज्ञा भवति, अतः सुपो धातु प्रातिपदिकयोः इति सुबन्त अवयवरूप लुक् भवति. अनन्तरम् अपि आङ् मर्यादाभिविद्योः इति सूत्रं कार्यं करोति. आङ् मर्यादाभिविद्योः इति सूत्रेण आयोगः भानुवासर इति तत्र भवति. तद् आन् इति सूत्रं विधिसूत्रे प्रथमाविभक्तौ अस्ति, तत् उपसर्जनसंज्ञापि तस्य भवति. तत् अत्र अपि आ भानुवासर इत्र इदानीमपि आ इति पदं सूचयति, अतः अत्र अपि आ पूर्वमागत्य आ भानुवासर इति भवति. अनन्तरम् अव्ययीभावश्च अव्ययीभावश्च इति सूत्रद्वयं कार्यं करोति. अव्ययीभावसंज्ञा सोरि अव्ययसंज्ञा नपुंसकसंज्ञा भवति. सो आ भानुवासर इति अव्ययपदं नपुंसकपदमस्ति, तत् प्रातिपदिकमपि भवति. ह्रस्व नपुंसके प्रातिपदिकस्य सूत्रेण नपुंसकलिङ्गे ह्रस्व भवति. अत्र तु ह्रस्वमेव अस्ति भानुवासर इति. अनन्तरं प्रातिपदिकमस्ति, अतः ज्ञाप प्रातिपदिकात् इत्यस्य अधिकारे सुप् प्रत्ययाः प्रत्ययानां योजनं भवति. समस्तपदम् आ भानुवासर इति अव्ययमस्ति, अतः सुप् प्रत्ययस्य यत् प्राप्यते तेषां लुप् भवितुम् अर्हति अव्यात् आप्तुपः इति सूत्रेण. परन्तु आ भानुवासर इति अदन्तं प्रातिपदिकमस्ति, अतः न अव्ययी भावात् अतो अम्त्वपञ्चम्याः इति सूत्रेण प्राप्यमानसूप लुक् निश्चित्यते. अनन्तरं सूपः लुक् न भवति, विभक्तेः स्थाने अम् प्रत्ययस्य आदेशः विधीयते अमीपूर्वः इति सूत्रेण. केन सूत्रेण विधीयते अमीपूर्व इति सूत्रेण? न अव्ययीभावात् अतोत्वपञ्चम्याः सूत्रेण सुपः लुक् निषिध्यते. विभक्तेः स्थाने अम् प्रत्ययस्य आदेशः विधीयते अमीपूर्वः सूचना. भगिनि तेनैव तेन सूत्रे अवे भवात् अतुङ्गपञ्चम्यः इति सूत्रं किं वदति? किञ्चित् तत्र सूत्रे अभिभवात् न अभिभवात् अतोम् अम् त्व पञ्चम्यः इत्युक्ते किम्? अपञ्चमी विहाय अम् अम् अस्ति अतः अदन्त अवे अदन्त अवेभवात् किम् अदन्तव्यभवात् सुप् विभक्तिस्थाने तत्र अमादेशः पञ्चमीविभाय इति अस्ति. लुक् नास्ति इति अर्थः न इति कारणेन. अपो अमीपूर्वः सूत्रस्य विधानं कथं वक्तुं शक्नोमि? सूत्रं महान् जानामि परं अत्र अस्तु भवतु. इदानीम् एकनिमिषम् आभानुवासर योग सु इति अस्ति. आभानुवासर योग सु सु इति स्थाने किं भवति? अम् इति भवति. अनविभवत् दट् सूत्रेण अम् भवति. नविभवत् सुन्तपञ्चम्यम् इति सूत्रेण अम् इति भवति. आभानुवासर योग अम् इति स्थाने किं भवितुम् अर्हति? तत्र अपौसवर्णे दीर्घः इति सूत्रेण दीर्घः भवति. अमीपूर्वः कार्यं करोति. ओके, नवीभवात् अतोत्वपञ्चम्याः सूत्रेण अम् भवति. पञ्चमीविभक्तिम् अम् न भवति, सु एव तिष्ठति. अपि आभानुवासर प्रत्ययः अस्ति पृथक्तया. सुप्रत्यय तत्र सुप् इति वक्तव्यं. सुप् इति प्रथमविभक्तिप्रत्ययमारभ्य अन्तिमसप्तमी विभक्तेः बहुवचनप्रत्ययपर्यन्तं ये प्रत्ययाः सन्ति तेषां नाम अस्ति सुप्. सु इति तत्र अन्तर्भूतः अस्ति एकः प्रत्ययः. सु इति न वक्तव्यं, सुप् इति वक्तव्यम्. ओके ओके. अनन्तरम् अपि आभानुवासरयोगः अम् अस्ति, तत्र सवर्णदीर्घः सन्धिः भवितुमर्हति, परन्तु तत् प्रबाद्य अमीपूर्वकार्यं करोति. एवं वा न महोदय? ओके. तत्र अकः परस्य अमीसम्बन्धी प्रत्ययः अस्ति चेत् पूर्वपरयोः पूर्वरूपमेव एकादेशः भवति अमी पूर्वसूत्रे. अतः आभानुवासर आभानुवासर पूर्व अकारं तिष्ठति, आभानुवासर एव पदं आभानुवासर मात्र आभानुवासरम् इति पदं भवति. तदा पञ्चमीविभक्तिम् आभानुवासरात् आभानुवासरेभ्य अनुभासराभ्याम् आभानुवासरेभ्यः इति रूपाणि. अन्यासु विभक्तिषु आभानुवासरं, परन्तु तृतीयसप्तम्योर्बहुलम् अपि अत्र कार्यं करोति. अदन्तव्ये भाव परे तृतीयाविभक्तौ सप्तमीविभक्तौ च स्थाने बहुलम् अमादेशः भवति. अतः तृतीयाविभक्तौ आभानुवासरं विकल्पेन आभानुवासरेण, सप्तमीविभक्तौ आभानुवासरम् आभानुवासरे इति रूपं भवति. अनन्तरम् एतत् सूत्रं विभाषा इति अधिकारे भवति, अतः विकल्पेन रूपद्वयं भवति. तत् कर्मप्रवचनीयसंज्ञायाः उपयोगं कुर्मः चेत् पञ्चमीविभक्तौ भवति, अतः आ भानुवासरात् इति रूपं भवति. आ भानुवासरात् पाठः भवति. आ भानुवासरं पाठः भवति इति पदद्वयं भवति. वाक्यद्वयं वाक्यद्वयं अस्तु. अस्तु अत्र इदानीं धन्यवादः महोदय. वाट् हेपन् दट् सट्टल् सट्टल् संशयः भवति पदेन एव तत् तस्य निष्कासनं भवति. आक्चुलि दट् अमीपूर्वः इट् वास् कन्फ्यूसिङ्ग् अबीट् क्लियर्. थेङ्क्स्. थेङ्क् यू. धन्यवादः. उषा भगिनी भवति लक्षणेनाभिप्रति अभिमुख्य इति तत्र अष्टमबिन्दुः अस्ति. सम्मुख्य सम्मुखता इत्यस्मिन् सम्मुखता पुष्कर महोदय अष्टमबिन्दु अष्टमबिन्दु ओके लक्षणेनाभिप्रति देर् न न न न न न तथा अधोभागे तत्र नूतन पाठः तत्र अष्टमबिन्दुः अस्ति. सम्मुखता सम्मुखता इत्यस्मिन् अर्थे अभि प्रति च एतौ द्वौ शब्दौ छिन्नवाचिना सुबन्तेन सह विकल्पेन समस्यते. अव्ययीभावसमासः च भवति. अमि प्रति च एतौ शब्दौ छिन्नवाचिना छिन्नवाचिना सुबन्तेन सह विकल्पेन समस्यते. लक्षणे नाभिप्रति आभिमुख्ये सम्मुखता फेसिङ्ग् इत्यस्मिन् अर्थे अभि प्रति च एतौ द्वौ शब्दौ छिन्नवाचिना सुबन्तेन सह विकल्पेन समस्येते. अव्ययीभावश्च समासः भवति. लक्षणं छिन्नं तद्वाचिना सुबन्तेन सह अभि प्रतिशब्दौ आभिमुख्ये वर्तमानौ विभाषा समस्येते. अव्ययीभावश्च समासो भवति. लक्षणं नाम छिन्नं ज्ञापकम् इत्यर्थः. अभिश्च प्रतिश्च तयोर् इतरेतरयोगद्वन्द्वः अभिप्रति. आभिमुख्यस्य भावः आभिमुख्यम् तस्मिन् आभिमुख्ये लक्षणेन तृतीयान्तम् अभिप्रती प्रथमा द्विवचनान्तम् आभिमुख्ये सप्तमीयन्तम्. विभाषा इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः. सुभां मन्त्रिते पराङ्गवत् स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. सः सुपा इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति. प्राक्कडारात् समासः इत्यस्य अधिकारः अस्ति. समर्थःपदभितिः इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति. अव्ययीभावः इत्यस्य अधिकारः. विभाषा इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् आभिमुख्ये अभिप्रति सुपौ लक्षणेन सुपासः अव्ययीभावः समासः विभाषा. लक्षणेनाभिप्रति आभिमुख्ये इति समासविधायकसूत्रं वदति. अभि प्रति इति द्वौ अव्ययपदम् आभिमुख्ये अर्थौ लक्षणेन इति लक्षणेन इति अर्थेन सुबन्तपदेन समस्यते. विभाषा इति अधिकारसूत्रम् अस्ति. तत्कारणात् व्यस्तप्रयोगमपि भवति. लक्षणम् इति चिह्नम् अथवा ज्ञापकार्थं लक्षणे इत्यर्थेन सुबन्तेन लक्षणे इति अर्थेन सुबन्तपदम् अस्ति. अभि प्रति इति अव्ययं तत् तद् सुबन्तेन समस्यते. अव्ययीभावसमासः समस्यते. महोदय अस्तु अत्र एतावत् अत्र अस्तु. तत्र अभि प्रति इति विभक्तिरूपं किं विभक्तिरूपं किम् अभि प्रति अभि प्रति इति प्रथमाविभक्तौ प्रथमाविभक्तौ द्विवचनम् अभि प्रति प्रति इति अस्ति अत्र आभिमुख्ये इत्युक्ते तत्र फेसिङ्ग् इति लिखितमस्ति आभिमुख्ये इति अर्थ लक्षणेन लक्षणेन इत्युक्ते चिह्नं चिह्नं तत्र भगिन्या तत्र अस्मिन् विषये चिन्तनं करोतु इति गृहपाठं दत्तवती. अत्र कस्यापि चिन्तनम् अस्ति वा किम् अत्र आभिमुख्यार्थे आभिमुखे लक्षणेन सुबन्तेन समस्यते इति something that remains is ज्ञापकं because ज्ञापकार्थं लक्षण फ्लाश् फोर्त् ऐ केन् सी सम्थिङ्ग् उदाहरणं फ्लाश् फोर्त् वृक्षं प्रति विद्योतते फ्लाश् फोर्त् सत्यं तद् अत्र किमर्थम् एतत् सूत्रम् इत्युक्ते कर्मप्रवचनीयसन् अधिकारे एकं सूत्रम् अस्ति लक्षणे इत्थं भूताख्यान भागवीप्सासु प्रतिपर्यणवः इति अनेन सूत्रेण एव लक्षणे इत्थं भूताख्यान भागवीप्सासु वीप्सासु वीप्सार्थे वयं प्रति प्रति प्रति वीप्सार्थे प्रतिवृक्षम् इति दृष्टवन्तः खलु अस्मिन् तस्मिन्नेव सूत्रे लक्षणे अर्थे अपि प्रति तदनन्तरं परि अणु अणु इति लक्षणे अर्थे अपि योजयन् तत्र किं कर्मप्रयोजनसंज्ञा प्राप्नुवन्ति इति निपाताः कर्मप्रयोजनसंज्ञा प्राप्नुवन्ति. तदनन्तरम् अभिरभागे इति सूत्रमस्ति तत्र अभि अभि इति कर्मप्र तत्र निपातः अभागे अभागे इत्युक्ते अत्र लक्षणे इत्थं भूताख्यानभाग इति लिखितमस्ति भागं विहाय इत्युक्ते लक्षणार्थे इत्थं भूताख्यानार्थे वीप्सार्थे अभि इति निपातं कर्मप्रवचनीसंज्ञां प्राप्नोति इति अर्थः इति कृत्वा तत्र सूत्रद्वयम् अस्ति लक्षणे इति लक्षणे इत्थं भूताख्यानभागवीप्सासु प्रतिपर्यणवः इति सूत्रं तत्र प्रति इति निपात तस्मात् स्वीकृतम् अस्ति. तदनन्तरम् अभिरभागे इति सूत्रात् अभि इति निपात तत्र तस्मात् स्वीकृतम् अस्ति. इदानीम् एकस्मिन्नेव सूत्रे लक्षणेनाभिप्रति आभिमुख्ये इति द्वयोः इदानीं कर्मप्रवचनीयविधानसूत्रयोः तत्र विभाषा अस्ति एतत् सूत्रम् इत्युक्ते तत्र अस्मिन्नेव अस्मिन् सूत्रे अभि अपि उक्तमस्ति प्रति अपि उक्तमस्ति तु केवलं लक्षणार्थे एव. इदानीम् अभि अपि च प्रति न केवलं लक्षणार्थे प्रयुज्यते तत्र लक्षणे इत्थं भूताख्यान भागवीप्सासु भाग वीप्सा एतेषु अर्थेषु प्रति इति तत्र अव्ययं वा निपातं कर्मप्रवचनसंज्ञा प्राप्नोति. इदानीम् अभि इति अभागे इत्युक्ते लक्षणे इत्थं भूताख्यान वीप्सा इत्येषु अर्थेषु तत्र कर्मप्रवचनसंज्ञा प्राप्नोति. तस्य वैकल्पिकरू तस्य इत्युक्ते अनयोः अवैकल्पिक रूपं केवलं लक्षणार्थे एव भवति, वैकल्पिकरूपं तु अविभावसम्मास रूपं भवति. महोदय, सो विभाषा अधः whatever sutras we are going to study, everything will have karma pravachaniya sanya sutras also. In this atra asmin abhibhava samasa prakarane tadrisham prayah asti. Abhibhava samasa prakarane under vibhasha apapari bahirancha bhava panchamya ang maryada bhi lakshane na bhi pratya bhi mukye anuryat samaya yasya chaya anuryat samaya anuriti abhyam anur lakshane yasya chaya matasya janami prayah agre आगच्छति तत्सं पारे मध्ये षष्ठ्या वा. सो आल् दोस् विल् हेव् सम् अव्ययै अत्र संज्ञा इन् कर्म प्रवचनीया आल्सो. अत्र इदानीम् अणु प्रति अभि इति तेषां निपातसंज्ञा अस्ति, निपाताः तेषां कर्मप्रवचनीया अपि पूर्वस्मिन् काले अथवा अधिकारे उक्तमस्ति इति कृत्वा तस्य विभाषा अस्ति, कर्मप्रवचसंज्ञा विभाषा अस्ति. इदानीम् अग्रे किम् आगच्छति अहं न जानामि. यस्य कस्यापि तादृशकर्मप्रवचसंज्ञा नास्ति चेत् तदा न भवति, भिन्नविभाषारूपं भवति, कर्मप्रवचसंज्ञा एव भवति इति नास्ति. महोदय, मम संशयः अस्ति. महोदय, दीर्घसूत्रम् अस्माभिः पठितं, तत्र वीप्सार्थे प्रति आगच्छति. तत्र तु वयं विकल्पेन रूपं भवति इति न पठितम्, एकमेव रूपम् अस्ति अदेव पठितं. तु दिस् इस् मिस्लीडिङ्ग् नो. अत्र प्रति न एकमेव रूपम् इति नास्ति, तदेव तत्र यद्यपि तत्र विभाषा इति अधिकारे नास्ति चेदपि तस्य कर्मप्रवचनसंज्ञा पूर्वस्मिन् अधिकारे उक्तमस्ति इति, प्रति इत्यस्य कर्मप्रवचनसंज्ञा वीप्सार्थे इति उक्तत्वात् तत्र वैकल्पिकरूपम् अस्ति इति स्वीकरणीयः. अत्र परन्तु यदा न तत्र केवलम् अत्र तत्र अपि स्वीकरणीयः. दीर्घसूत्रे लैक् इट्स् नाट् समास व्यस्तप्रयोगम् अपि पासिबल् इति पठितम् अस्ति. अस्तु, अत्र तदा लक्षणे इत्यस्य अर्थः कः इत्युक्ते, अत्र लक्षणे इत्थं भूताख्यान भागवीप्सासु प्रतिपर्यनवः इति सूत्रम् अस्तु. एतत् सूत्रं कुत्र अस्ति इति अहं वदामि. तदा किञ्चित् तत्र पुटसङ्ख्या 45 1490 इति सूत्रं 45 मध्ये प्रथमसूत्रम् अस्ति, द्वितीयस्तम्भे लक्षणयुक्तं भूताख्यं भागवीप्सासु प्रतिपर्यनवः. एतत् सूत्रं कुत्र अस्ति, कर्मप्रवचन्य संज्ञा अधिकारे अस्ति, कर्मप्रवचनीयाः इति 83 आरभ्य अस्ति. इदानीं लक्षणे लक्षणार्थे प्रतिपर्यनवः इति निपाताः लक्षणार्थे कर्मप्रवचनसंज्ञा प्राप्नुवन्ति इति अस्ति. लक्षणे इत्युक्ते किम् इत्युक्ते, अस्मिन् सूत्रे लक्षणे इति किम् उक्तमस्ति तदेव अर्थः लक्षणेनाभिप्रति आभिमुख्ये इति सूत्रे अपि सङ्गच्छते. इदानीं यथा तत्र भगिन्या उक्तं, वृक्षं प्रति विद्योतते विद्युत् इति उदाहरण प्रसिद्ध उदाहरणं तस्य लक्षणार्थे अस्ति. लक्षणेत्थं भूताख्येन भागवीप्सासु प्रतिपर्यनवः इति सूत्रस्य लक्षणार्थे उदाहरणमस्ति वृक्षं प्रति विद्योतते विद्युत् इति अस्ति. इत्युक्ते लक्षणम् इत्युक्ते चिह्नम्, अत्र लक्षणं किं, लक्ष्यं किम् इति अपि द्रष्टव्यम्। लक्षणं किं भवति अथवा भिन्न उदाहरणमपि अस्ति अस्मिन्, इत्युक्ते अग्निं प्रति, अग्निं प्रति शबल फ्लै इत्युक्ते किं, शलभाः पतन्ति, पतन्ति इत्यत्रापि सर्व अग्निं प्रति शलभाः पतन्ति इत्यपि अस्ति। तत्र तत्र सम्मुखी अग्निं सम्मुखीकृत्य, सम्मुखी लैक् फेसिङ्ग् आर् सम्मुखी इत्युक्ते लक्ष्यीकृत्य, सो बेसिकलि दे गो टुवर्ड्स् द गोल् आफ् दट् इस् फैर् रैट् बिकास् दे आर् गेटिङ्ग् अट्राक्टेड्, सो सम्मुखीकृत्य लक्ष्यीकृत्य शलभाः अग्निं प्रति गच्छन्ति इति अस्ति। सो अत्र लक्षणे इत्युक्ते टुवर्ड्स् संथिङ्ग्, लक्षणे तत्र सम्मुखीकृत्य इत्युक्ते मेकिङ्ग् दट् टुवर्ड् गोयिङ्ग् टुवर्ड्स् दट् मेकिङ्ग् दट् एस् अ गोल् इति अहं चिन्तयामि। तत्र मम चिन्तनमपि समीचीनं वा न जानामि, एवं मम चिन्तनम् अस्ति। भगिन्या यदा पाठयति तदा तस्य अवगमनं सम्यक् भवति अहं चिन्तयामि। पायिण्टर् इत्युक्ते लक्ष्यीकृत्य, सो मेकिङ्ग् दट् एस् अ गोल्। महोदय अत्र लक्षण इति, लक्षण इति चिन्नवाचि संज्ञा पदम् अपि प्रति इति अव्ययेन समस्यते चेत् इति सूत्र, अयं सूत्रेण तस्य अव्ययभावसंज्ञा भवति विकल्पेन विभाषा अन्तर्गत इति कृत्वा। अत्र लक्षणे यदि चिन्नवाचि शब्दम् अस्ति इति तस्य अर्थः भवति, यदि वयं सायं सन्ध्यावन्दनं कुर्यते चेत् सूर्यम् अभिमुखीकृत्य करणीयम् इति वेदे उक्तमस्ति। तत्र सूर्य लक्ष चिन्नवाचि शब्दम् अस्ति कृत्वा सूर्यं प्रति, प्रति सूर्यं सन्ध्यावन्दनं कुर्यात्, सूर्यं प्रति वक्तव्यं, सूर्यं प्रति इति वक्तव्यं, सूर्यं प्रति सूर्यं, तदेव तस्य लक्षण लक्षण सत्यम्। उत्तमम्, उत्तम उदाहरणं, तस्य अर्थः सत्यम्, उत्तम उदाहरणं। सूर्यं प्रति अर्घ्यं ददाति ब्राह्मणः, अर्घ्यं ददाति इति अस्ति चेत् तत्र सूर्यं लक्ष्यीकृत्य सम्मुखीकृत्य तस्य अर्घ्यं समर्पयति इति अपि उत्तम उदाहरणम् अस्ति। अस्तु, इतोपि तत्र यदा उदाहरणं भगिनी पाठयति तदा अत्र अत्र अस्ति लक्षणे अभिप्रत्याभिमुखे इत्युक्ते अग्निम् अभि इति अस्ति, शलभाः पतन्ति तदपि लिखितम् अस्ति। किमपि लक्षणं लक्ष्यं प्रति यदा कार्यं भवति तदा तत्र अभि अथवा प्रति इति अभ्यं भवति इति मम चिन्तनम्। अस्तु, भवतु, अग्रे प्रदर्श पश्यामः। इतोपि संशयाः सन्ति चेत् पृच्छन्तु अथवा अत्रैव स्थगयामः। स्थगयामः वा? अस्तु, सर्वे भवन्तु सुखिनः। सामान्यतया किं भगिनि, किं लिखितमस्ति? सामान्यतया अव्ययं विभक्ति समीपसमृद्धि अर्थः भवति। ऐ जस्ट् सेण्ट् वाट् एवर् फ्रम् भगिनीस् प्रतिपर्यनवः दट् सूत्र लक्षणयुक्तं भूत आख्यात्। अस्तु, सर्वे भवन्तु सुखिनः सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भवन्ति पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः।